शारा भक्तिरव्याभिचारिणी प्रारब्धं भुञ्जमानस्य कथं भवति हे प्रभो। विष्णुरुवाच प्रारब्धं भुञ्जमानो हि गीताभ्यासरतः सदा सम्मुक्तः स सुखी लोके कर्मणानोपलिप्यते। महापापानि पापानि गीता ध्यानं करोति चेत् क्वचित् स्पर्शं न कुर्वन्ति नलिनी दलमम्बुवत्। गीता यः पुस्तकं यत्र यत्र पाठ प्रवर्तते तत्र सर्वाणि तीर्थानि प्रयागादीनि तत्र वै।